नमस्कारः. यङन्तदातवः द्वितीयकरपत्रम् अनुवर्तते. कृपया सरला भगिनि. गत मङ्गलवासरे वयं कृतवन्तः अनदिता धातूनां नकाललोपानन्तरं मृदुपदधातव इति आरभ्य की ये धातव सन्ति हलन्तधातव तेषाम् उपधायां यदि अनुनासिकवर्ण अस्ति ते भवन्ति उपधायाम् अनुनासिक पदानि धातवः. तेषां यदि अनुदितां हल् उपधायाम् इति अनेन यदि लोपः भवति तदनन्तरं यत्र ऋदुपदधातुः अस्ति तेषां प्रक्रिया कथं भवति तस्य विवरणं वयम् आरब्धवन्तः. ते धातुः अस्ति दृं स्रिं त्रिम् इति. तो यदि पठामः भगिनि इदानीं पूर्वं वयं कृतवन्तः अनदितां हलधातूनां इदानीं ऋदुपदधातुः भवति अनदितां हल इति नकारान्तलोपानन्तरं लीग् उपदस्य अहम् आरम्भामि आरम्भायामि आरभे लीग् उपद अनुदितधातूनां नकारलोपानन्तरं ये ऋदुपदधातवः भवन्ति रीग् उदुपदस्य च ऋदुपदधातोः अभ्यासस्य रीक् इति आगमो भवति यङि यङि लुकि च त्रिम्फ् अनुदित हल् उपधायां किति ङिति इत्यनेन ङिति प्रत्यये परे नकारलोप त्रिफ् योगय द्वित्वाभ्यासकार्यं तत्रिफ्य रीगुपदस्य च इत्यनेन ऋदुपदधातोः अभ्यासस्य रीक् आगमो यङि परे तरि त्रिप् इति यङन्तधातु तरि त्रिप्यते इति भवति. धातु सूत्रमस्ति रीगु उदपदधातु यदि धातु हलन्तधातु तस्य पूर्वं न अनुनासिकवर्णः अस्ति तस्य पूर्वं यदि ऋदुपदधातु अस्ति तस्य ऋतधातु अस्ति तस्य तेषां की प्रक्रिया अस्ति प्रक्रिया का अस्ति इति अस्ति. उदाहरणमस्ति त्रिम्फ् यदि त्रिम्फ् अस्ति तदा प्रथमं धातु एकाचो हलादि क्रियासंहारे अनेन यकार य इति योजनीयं तत्र प्रथमम् अङ्गकार्यं भवति यदि य आगच्छति यङ् धा अजधातुकप्रति आगच्छति. सो अनदित हल् उपधाया किति ङिति सो यङ् इति ङिति अस्ति सो तस्य इदानीम् अनदित हल् उपधाया किति ङिति अस्य प्रसक्तिः अपि प्राप्तिः भवति. सो मकार यत् उपधायाम् अस्ति तस्य लोपः भवति. लोपानन्तरं त्रिफ् इति भवति. इदानीं त्रिफ् योगय अजीनं व्यञ्जनं परेण संयोजनम् अनेन त्रिफ्य इति भवति. इदानीम् एका धातो एकाचो प्रथम तस्य द्वितं भवति संयङो इति सूत्रेण से प्रभावेन. सो त्रि इति सि अभ्यासभाग तस्य अभ्यासभागस्य इदानीं सामान्य कार्यं भवति. सो सामान्यकार्यम् इति उरत् इति सूत्रस्य कारणे गुणः भवति. तत्रिफ् योगय इति भवति. तत्रिफ् इति यदि अस्ति तदानीं हलादिशेष अनेन रेफस्य लोपः भवति तु तत्रिफ् भवति. तत्रिफ् यदि भवति तद् इदानीं धातो विशेषकार्यं दीर्घोकित इति अपि भवितुं शक्नोति, किन्तु इदानीं रीक् उत्पदस्य विशेषसूत्रम् अस्ति. रीक् उत्पदस्य यदि ऋतुपदधातुः अभ्यासस्य अस्ति रीक् आगमो भवति. यदि अनिदितां हल् उपधायां कितिङ् इति अनेन त्रिस् यदि वयम् आप्नुमः तत् अस्ति ऋतुपद धातुः फकार अस्ति तत् अन्ते अस्ति तस्य उपधायां त्रि इति ऋतुपदधातुः अस्ति. सो ऋतुपदधातु इदानीं यत् त्रिस् इति अभ्यासं भूत्वा अपि तस्य ऋतुपद अङ्ग धातो योजने पूर्वं धातुसंज्ञा इदानीम् अपि अस्ति. सो त्रि यदि त अभ्यासकार्यं भूत्वा त इति अस्ति अदन्त अङ्गम् अस्ति इदानीं. सो अदन्त अभ्यासस्य रीक् आगमो भवति. सो रीक् आगमो इदानीं कित् अस्ति तत् कित् कित्वात् दीर्घो कित् तस्य प्रसक्तिः न भवति. तरि त्रिफ् इति भवति तरी त्रिफ् तदनन्तरं कर्तरि शप् शप् योजनीयं इत्संज्ञा भूत्वा अवशिष्यते अतो लोपने पूर्वपरयोस्थाने पूर्वरूपं भवति. सो तरि त्रिपय योगते तत्तरि त्रिफ्यते इति भवति. तथैव द्रिफ् सर्वं करोमि भगिनि. तरि अस्तु एकैकं कुर्मः भगिनि तर्हि रूपम् अस्तु धन्यवादः. अस्तु नमस्ते महोदय. नमस्कारः महोदय. कुर्वन्तः स्मः अग्रे अग्रिमे द्रुम्पु वदति वा भगिनि. द्रुम्फ् इति धातुः अस्ति रुदन्त अनदित् अनदितधातु ऋकारान्त उपधायामस्ति. प्रथमम् अनदितां हल् उपधाय ऋकारः नास्ति नास्ति क्षम्यतां नास्ति. प्रथमम् अत्र उपधायाम् अनदितां हलाद् उपधाय किमिति सूत्रेण नीतिप्रत्यये परे नकारलोपः भवति तदनन्तरं द्रुम्फ् द्रुम्फ् द्रुफ् एव अवशिष्यति. अभ्यासकसंज्ञो इति सूत्रेण प्रथमं यङ् विधीयते तदनन्तरं संज्ञो इति सूत्रेण दित्तं भवति द्रुफ् द्रुफ्. सामान्य अभ्यासकार्यम् उरत् इति सूत्रेण अत् आगच्छति. पुरन्रपरः इति रेफा अपि आगच्छति. हलादिशेषः इति रेफा अपगच्छति. तदृफ्य इति रूप. अनन्तरं ऋग् उदपदस्य च इति सूत्रेण ऋकारस्थाने रीक् आगम भवति. यङ् अण्ड् यङ् लुखि च अत्र रीक् इति आदिम स्वर स्वरानन्तरम् आगच्छति. सो दुरी रूपं किं भगिनि तदी नो दरी तृफ्य तदनन्तरं ते इति अस्मनेपदप्रत्यये विधीयते. दरी दृफ्यते इति रूपं निष्पन्नं भवति अतो गुणे इति सूत्रेण पररूपम् आगच्छति. दरिद्रुफ्याते इति रूपं समीचीनम्. अग्रिमम् अहं करोमि प्रायः मणिमहोदय तदनन्तरं करोमि. सृम्भिति प्रथमं तु अधुना तु अत्र तु उपधायां किम् अस्ति, अनिदित् धातुः अस्ति इति कृत्वा अनिदितां हलोपधाय निति इति सूत्रेण निति प्रत्यये परे अत्र यङ् सृम्भयोगः यङ् प्रत्ययः विधीयते प्रथमं धातोरेकाचो हलादेः क्रियासमभिहारे यङ् इत्यर्थे, तर्हि सृम्भयोगः यङ् तदा तु अनिदितां हलोपधाय निति इत्यनेन नकारलोपदा नकारलोपः भवति, अत्र तु यद्यपि मकारः दृश्यते मूले तु नकारः अस्ति इति कृत्वा तस्य लोपः भवति, तर्हि सृभ् इति भवति. तदनन्तरं द्वित्वं भवति सृ सृ प्रथमं तु सृभ्योगः य इति अस्ति, अत्र तु अधीनं व्यञ्जनं परेण संयोजम् इत्यनेन सृ इभ्य इति पदद्वयं भवति, तत्र तु एकाचो द्वे प्रथमस्य इत्यनेन प्रथमभागस्य इत्युक्तौ सृ सृ इभ्य इति भवति. तदनन्तरं री अधुना तु उपदा ऋकारः अस्ति इति कृत्वा ऋगुपदस्य च ऋगुपदधातोः अभ्यासस्य ऋक् आगमः भवति इङि इङ्ग्लिकि च इति सूत्रम् इति उत्तरेण सृ इति प्रथमसृ इत्यस्य सरि इति भवति, सरीसृभ्यते इति रूपं प्राप्नुमः. महोदय वदति मणिमहोदय दृह् धातुः इदानीं अनीता उपदाय इति सूत्रेण नकार भवति, अनन्तरं दृह् एव इदानीं यकार अलादिशेष धातोरेखा च अलादिक्रियासमयतेन यकार योजितं सन्यङ्गोतेन सनादिन्तः सन्यङ्गोतेन द्वितं भवति, अत्र अजीनव्यञ्जनपरेण संयोजनं तेन हकार यकार मेलनं श इति अतः एकाचो द्वे प्रथमश इति सूत्रेण थ्रु एव प्रथम अचुवर्णः एव द्वितं भवति तृ तृ इति, इदानीं सामान्य अभ्यासकार्यम् आलादिशेष इत्यनेन रेप गच्छति, त त श्य इति रूपम् इदानीम् अजिन्तम् अङ्गमस्ति, अत्र अभ्यासे रीकृतुपद च इति सूत्रेण सूत्रं कार्य सूत्रस्य कार्येण वक्तव्यं रीकृतवत् इति वक्तव्यम् इति वार्तिकेन वा तदेव तस्य कृतम् अग्रे दत्तमस्ति महोदय, प्रथमं सूत्रपदस्य इति मत्वा करोतु तदनन्तरं अग्रे दत्तमस्ति. अस्तु रीकृतपदस्य च इति सूत्रेण अत्र अजन्द अभ्यासस्य रि आदेशः अत तरि इति, इदानीं दीर्घकृतः न कार्यं करोति रीक् इति कित्तस्य अधः तरी तरी दृश्य इति यङ्गन्धातु लट्रकारे आग्नेपदि दातु भवति अतः दृश्यते इति रूपं भवति महोदय. तरी तरी दृश्यते इति रूपं भवति महोदय, चिन्ता अग्रे भगिनि कः पठिष्यति पठामि वा अस्तु कः पठति कृञ्जातु वा तत् पठति कृञ्ज् सूत्रम् अथवा सूत्रम् अस्तु ऋग्पदस्य च ऋग्पदधातोः अभ्यासस्य रीक् इति अगमो भवति अङ्गि अङ्गुलिकि च रीक् अतः अभ्यासस्य अन्ते विद्यते ऋत् उपदायः यस्य सः ऋतुपदः तस्य ऋतुपदस्य रीक् प्रथमान्तं ऋतुपदस्य षष्ठ्यन्तं च अव्ययं त्रिपदान्तं सूत्रम् अत्र लोपाभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः गुणो यङ्गुलिकोः इत्यस्मात् यङ्गुलुकोः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिस्य सूत्रं मृदुपदस्य अङ्गस्य अभ्यासस्य रीङ्गोः इति अरीकृतपदस्य सूत्रं वदति यत्र उपादायः ऋकारधातुः अस्ति ऋकारः अस्ति अत्र अभ्यासस्य रीकाहम भवति इति यङ् यङ् च अपि यङ्लुकि अपि भवति इति अनन्तरं पठामि महोदय. अत्र प्रश्नः उदेति यत् यद्यपि रीक् कित्तस्य अतः अभ्यासस्य अनन्तरमेव टीका आगच्छति महोदय. अत्र प्रश्नः उदेति यत् यद्यपि उपदेश अवस्थायां ऋतुपदधातवः न सन्ति किन्तु लङि परे नकारलोपानन्तरं ऋतुपदधातवः भवन्ति अतः अत्र रीक् ऋतुपदस्य च इति सूत्रेण एव साक्षात् रीक् आगमो भवति अथवा रीक् ऋतवत इति वक्तव्यम् इति वार्तिकेन एव वक्तव्यं भवति वा अनेन वार्तिकेन ऋकारतां अपि धातूनाम् अभ्यासे रीक् इति आगमो भवति यङ् यङ् लिक् च. वस्तुतस्तु जानीमः यत् औपदेशधातुः सम्यक् च आदिदेशधातु सम्यक् चेत् अनयोः बाध्यबाधकम् अभावे न बाध्यबाधकं भावो नास्ति अतः तृम्प् यः यङ् ततृप्य इति स्थितौ ततृप् इत्यस्य तदानीमपि औपदेशिकधातु सम्यक् स्थिति अस्य बलेन ऋतुपदधातु भवति तस्मात् ऋतुपदस्य इति सूत्रेण एव रीक् आगमो भवति तृम्प् ृम्प् तृह् इति सदुर्नामपि धातूनां कृते एतादृशं व्यवस्था अस्ति अस्तु. इदानीं उपदाय ऋतुपद नास्ति अत्र किन्तु यङीनकारे कथं ऋतुपदधातुः भवति इति अत्र ऋग्ऋपदस्य सूत्रेण एव साक्षात् ऋगाः भवति वा अथवा अद् ऋग्ऋपद इति वार्तिकेन भवति वा इति प्रश्नः अस्ति. अत्र अभ्यासस्य रीक् आगमः भवति अनेन वार्तिकेन परन्तु वस्तुतस्तु औपदेशिकधातु समयापि औपदेशिकधातु आदिदेशिकधातु द्वयोः अपि वाद्यबाधकं नास्ति अतः ऋम् यङ् तृप्य इति आदेशः आदेश अनन्तरमपि औपदेशिकसाम्य औपदेशिकधातुसम्यक् तिष्ठति अतः ऋतुपदधातुः एव भवति अतः ऋतुपदस्य च इति सूत्रमेव कार्यं करोति न ऋतुपद इति वक्तव्यम् इति वार्तिकेण तृम्प् दृम्प् शृम्प् तृह् इति चतुर्णां धातूनामेव ऋग्पदस्य च सूत्रेण एव भवति अत्र इति उक्तम् समीपं महोदय. आम् आम् न श्रूयते भगिनि. धन्यवादः महोदय. कः पठति इदानीं भवान् पठतु समाप्य ऋग्वत् इति वक्तव्यम् इति वार्तिकस्य आवश्यकता कुत्र भवति? प्रच्छ भ्रश्च वश्च इत्येषां त्रयाणां धातूनां सम्प्रसारणानन्तरम् अपि ऋतुपदधातवः न भवति परन्तु रीक् आगमः आवश्यक. आवश्यकः अति एतेषु ऋकारो जायते किन्तु ऋतुपदधातव न भवन्ति अतः येषां कृते वार्तिकम् अपेक्षितम् इदानीं वार्तिकम् अस्ति ऋग्वत् इति वक्तव्यम् इत्युक्ते यदि धातुः अस्ति धातोः कुत्रापि धातोः ऋत् अस्ति धातोः अङ्ग एकं भागम् अस्ति तत्र ऋत् धातु यथा ऋग्वत्पदसूत्रमस्ति तथैव इति स्वीकर्तव्यम् इति वार्तिकेन यत्र धातोः ऋत् अस्ति तत्र ऋक् आगम अभ्यासस्य ऋक् आगमः भवति इति वार्तिकं वदति उदाहरणमस्ति कुत्र तस्य उदाहृतमस्ति तत्र प्रच्छ भ्रश्च व्रश्च प्रथमं सम्प्रसारणं भवति प्रच्छ इत्यनेन सम्प्रसारणं भूत्वा पृ इति भवति रेफस्य स्थाने विकारः आगच्छति यणो एन् ए सूत्रेण ग्रहीजा वै वष्टि व्यच्छति पृच्छति भृजति एतेषां धातूनां सम्प्रसारणं भवति अनेन रेफस्य स्थाने विकारः आगच्छति पृच् भवति यत् भ्रश्च अस्ति भ्रश्च भवति व्रश्च अस्ति चेत् वृश्च भवति इदानीम् एतेषां धातूनां कृते अति यत् ऋकारः अस्ति तत् ऋकारः आदौ अस्ति न तु उपधायां स्थित्याम् अस्ति यदि उपधायां स्थित्यां नास्ति यदि ऋगुत्पद तस्य कार्यं न भवितुं शक्नोति अतः ऋगृत्वत् इति वक्तव्यम् इति वार्तिकेन तत्र ऋक् आगमः भवति अनेन वार्तिकेन भ्रच्छ भ्रश्चति प्रक्रिया आगच्छति तदानीं वयं पठामः प्रक्रिया कथं भवति सम्प्रसारणं भूत्वा ऋगागम कथा आगच्छति साधु अग्रे पठामि वा क्रिञ्च् धातो यङन्तधातु सिद्धि कृञ्च् धातोः ञोपधधातो न तु नोपधधातु अतः तस्य ञकार अनिदितां हलुपधायां तीमिति इत्यनेन लोपो न भवति अतः तस्य साधारण यङ् सम्बन्धाभ्यासकार्ये गुणो यङ् लुको इत्यस्येन अभ्यासस्य गुणो भवति वयम् इदानीं दृष्टवन्तः त्रिम्फ् द्रिम्फ् इति या अञ्च् यत् पूर्वं वयं धातव दृष्टवन्तः ये धातव अनिदिताम् अस्ति तेषाम् अनिदितां हलुपधायाम् अनेन सूत्रेण यत् उपधायां पञ्चवर्णीय अस्ति कन्यामङ्ग् न अस्ति तेषां लोपः भवति किन्तु क्रिञ्च् इति यद् धातुः अस्ति तस्य ञकारः अस्ति उपधायां वस्तुतः मूले ञकारः एव अस्ति न तु नकारः अस्ति इदानीं ञोपधातु वयं वदामः न तु नोपधातु कारणं कि नकार मूले नास्ति अतः अनुदितां हलुपधायां कितिङिति तस्य प्रसक्तिः न भवति अत्र अतः ञकारः यत् उपधायाम् अस्ति तस्य लोपः न भवति अग्रे या प्रक्रिया भवति सा भिन्ना भवति क्रिञ्च् योग यङ् यत् अस्ति तत्र धातो एकाचो हलादि क्रियासमानेन यङ् आगच्छति तत्र अङ्गकार्यम् अकृतसार्वधातुक अयो अनेन तथैव तिष्ठति वयं क्रूञ्च् कर्तुं शक्नुमः अकृतसार्वधातुकयो अनेन किन्तु महोदयेन उक्तवान् क्रूञ्च् पुनः धातो एकाचो हलादे क्रियासंहारे परेण संयोजनम् अनेन क्रुञ्च् इति यदि अस्ति तस्य एकाचो भागस्य द्वितं भवति क्रुञ्च् इति भवति सो क्रु यत्र अस्ति तत् अभ्यासः अस्ति. अभ्यासस्य प्रथमं यत् रेफ् अस्ति हलादिशेषनेन तस्य लोपः भवति. सो कृञ्च इति भवति. इदानीं कोः चुवनेन ककारस्य चकारः भवति. सो चुक्ृञ्च इति भवति. चुक्ृञ्च तदनन्तरं गुणो यङ्लुकोनेन उकारस्य दीर्घोकित वयं वक्तुं शक्नुमः. प्रथमं कुकृञ्च भवति तदनन्तरं सारि चोक् चुकृञ्च भवति तदनन्तरं गुणोयङ्गकोणेन चोकृञ्च इति भवति. सो चोकृञ्च यथा अतो गुणे इति अनेन शप्विधानं तदा अतो गुणेन पूर्वपर्यस्थाने पूर्व रूपं भवति अपि चोकृञ्चते इति भवति. अग्रे पठामि कि अन्य को पठति? अञ्च कुञ्च अहं पठामि वा भगिनि? अस्तु, अरुणभगिन्याः क्रमः अस्ति खलु. आं भगिनि. अञ्च कुञ्च लुञ्च छञ्च ठञ्च त्वञ्च त्वञ्च मृञ्च लुञ्च लुञ्च लिञ्च् वञ्च् इत्येते सर्वे धातवः न उपधातवः, परन्तु कुञ्च् धातुः तथा नास्ति, अपि तु न उपधातुः एव. कथं ज्ञायते यत् कुञ्च् धातु न उपधातुः न तु न उपधातुः? परेश्च गाङ्क्योः इति सूत्रस्य भाष्ये ज्ञापकं वर्तते यत् एवमिति. अतः कितिमिति प्रत्ययपरे उपधा लोपो न भवति. एतादृशौ द्वौ विदितौ धातु वर्तते यत्र उपधायाम् अनुनासिकवर्णः अस्ति चेदपि नकारो नास्ति. इति कारणतः कितिमिति प्रत्ययपरे तस्य लोपो न भवति. एकः अस्ति कुञ्ज् धातुः, अन्य अस्ति हं धातुः. हं धातोः उपधा मकारस्य अनन्तरं यः मकारः वर्तते सः तु जल् प्रत्याहारे नास्ति. अनेन ज्ञायते यत् मूले नकारो नास्ति अनेन ज्ञायते यत् मूले नकारो नास्ति नो चेत् नकारस्य स्थाने अनुस्वारः, तस्य च स्थाने अकारः अभविष्यत्. किन्तु जल् अभावे न भवति, अतः मूले उपधां मकारः एव. अत्र अन्यधातुः अस्ति कुञ्च् एव अञ्च् कुञ्च् लुञ्च्. अत्र केवलं कुञ्च् धातु एव न उपधातुः. कथं जानीमः अत्र उपधातुः इति? अत्र एकसूत्रमस्ति परेश्च ज्ञाङ्क्योः इति सूत्रे भाष्यकारेण उक्तम्. अतः कितिनिति प्रत्ययपरे उपधालोपो न भवति. एतादृश अहं न अवगतं भगिनि. एतादृशौ तौ इति तौ धातु कृञ्च् अस्ति, कृञ्च् धातु अस्ति अपि अहं धातु, ये द्वौ धातु तेषाम् उपधायां नकारः अस्ति वा मकारः अस्ति, किन्तु यथा अन्य अनुनासिक वर्णाः सन्ति नकार मकार नकार तेषां यथा ते नकारस्य परसवर्ण यथा अस्ति तत् भवति. मूले नकारः अस्ति अन्य कृञ्च् म्लच्, किन्तु यदि कृञ्च् वर्हम् अस्ति तत्र मूले नकारः नास्ति. इति अनेन सूत्रेण परेश्च घाङ्कयो इति सूत्रेण इति ज्ञापकम् अस्ति कि ते नकारस्य प्रतिनिधिः नास्ति तेषां यथा अन्यधातवः सन्ति इति. द्वौ विद्युतौ धातु अस्ति ये धातौ एजित् अस्ति यत् इचित् भवति खलु इजितौ यत् इकारः अस्ति धातुः तेषाम् इत् संज्ञा भवति तत् एजितौ धातुः पर एते एजितौ धातु न सन्ति भगिनी प्रश्नः अस्ति अत्र परेश्य घाङ्कयोः इत्यस्मिन् कुत्र वा ज्ञापकं वर्तते अहं तु तत्र किमपि ज्ञापकं न पश्यामि अस्तु तदेव मम प्रश्नः अपि अस्तु धन्यवादः महोदय कुत्र भगिनी ज्ञापकम् एते द्वौ धातौ प्रति ज्ञापकम् अस्ति परेश्च घाङ्कयोः कथं ज्ञापकम् इति कथं वदेम चिन्तयामि घाङ्कयो यदि अस्ति घाङ्क् तत्र नकार अपि ज्ञापकं भवति तत्र नकार नास्ति तेन कथं वा कृञ् इत्यस्य घाङ् इत्यस्य कथं वा ज्ञापकम् इति अन्यदातुः किम् उक्तवती भगिनि कृञ् अनन्तरं कृञ्च हम् अस्ति अधोभागे आगच्छति हं धातोः मकारस्य अनुस्वारः तु न भवति हम् अस्ति किन्तु मकार यत् उपधायाम् अस्ति तत् अपि अनुनासिक नकारस्य प्रतिनिधिः नास्ति तत्र मकार इति वर्गेण उक्तवन्तः कथं ज्ञापकम् अस्ति इति सूत्रं किं ज्ञापकम् अस्ति इति वयं उक्तवन्तः अनुनासिकवर्णः अस्ति किन्तु नकारः अस्ति इति अहं चिन्तयामि घाङ्कयो तत्र नकार यत् अस्ति तदपि नकारः नास्ति अतः ज्ञापकः अस्ति सूत्रमेव ज्ञापकः अस्ति अस्तु अग्रे पठामि अग्रिम अग्रे वर्गे पृच्छति वा भगिनि महोदयं पृच्छति वा कथं वा ज्ञापकं भवति इति अस्तु अग्रे पठामः हं धातोः यङन्तधातुसिद्धिः हं धातुः मोपदधातुः न तु नोपदधातुः अतः तस्य मकारः अनिदितां हलोपदायानिति इत्यनेन लोपो न भवति अतः द्युत्वाभ्यासकार्यानन्तरम् अनुनासिकान्तधातुं मत्वा नुगतोऽनुनासिकान्तस्य इत्यनेन अनुनासिकान्तस्य अदन्त अभ्यासस्य नुकागमो भवति यङि इति हं योगः यङ् अत्र तु किम् अस्ति अधीनं व्यञ्जनं परेणसंयोज्यमित्यनेन ह इति प्रथमभागः युम्य इति द्वितीयभागः तर्हि हः भवति अनन्तरं हकारस्य स्थाने कुहोषुः इत्यनेन जकारः आदेशः झक महाप्राणजकारः भवति प्रथमं तदनन्तरं अभ्यासे चर्च इत्यनेन अल्पप्राणजकारः भवति तर्हि ज हं य इति भवति अधुना किं भवति नुगन्तो अनुनासिकान्तस्य इति सूत्रस्य प्रसक्तिः प्राप्तिः सूत्रं किं वदति नुगतो अनुनासिकान्तस्य अनुनासिकान्तस्य अदन्त अभ्यासस्य अधुना तु अनुनासिकान्तम् अङ्गम् अस्ति किम् अस्ति अङ्गम् अस्ति आम् मकारः अस्ति अस्माकम् अङ्गं यङ् यङ् प्रत्ययस्य दृष्ट्या तु अनुनासिकान्तम् अङ्गम् अस्ति हम् इति आगच्छति तर्हि तस्य अभ्यास अदन्त तस्य अभ्यासः अपि अदन्तः अस्ति ज इति अस्ति तर्हि तादृश अभ्यासस्य नुकागमः भवति यङि यङ्लुकि च इति कृत्वा अत्र तु नुकागमः तु अनुस्वारस्य उपलक्षणम् अस्ति इति जानीमः इति कृत्वा प्रथमं तु अनुस्वार आदेशः भवति, तर्हि जं हुम्य इति अस्ति. अत्र तु परसवर्णः नास्ति इति कृत्वा अनुस्वारः एव तिष्ठति, तर्हि जं हुम्यते इति रूपं प्राप्नुमः वयम्. अत्र पदान्तवच्चेति वक्तव्यम् इत्यपि अस्ति खलु भगिनि, तर्हि अत्रापि जन् हम्य इति भवति वा? नो, किन्तु मकारस्य केवलम् अनुस्वारे भवति, मकारस्य परसवर्णः न भवति. न भवति इति कृत्वा हकारस्य परसवर्णः न भवति, एकरूपमे एकरूपमे तदेव अस्तु. धन्यवादः. वा पदान्तस्य इत्यस्य प्रसक्तिः नास्ति. न उक्तवन्तः एकरूपमेव भवति. अकारस्य अधः एव एकमेव रूपं भवान् अपि उक्तवती इति. भवानेव अग्रे अग्रिमं अस्ति. अस्तु महोदय. विशेषः हलन्तधातोः सक्षिङ्धातोः सक्षिङ्धातोः आर्धधातुकप्रत्यये परे शाञ्ज् आदेशः, किन्तु अत्र भाष्यकारो वदति यत् काशी क्षादीर किं भगिनि धन्यवादः. क्षादीर् अयम् आदेशः इत्युक्तौ आदेशः ह्या नापि तु ह्या, तदा चत्वार्थेन क्षा भवति. अपि च पूर्वत्रासितम् इति अधिकारे एकं वार्तिकम् अस्ति, शाञ्जः सस्य यो वा वक्तव्यः. अनेन शाञ्ज् इति आदेशस्य सकारस्य विकल्पेन यकार आदेशः भवति. फलितार्थः अयं यत् आर्धधातुकप्रत्यये परे सक्षिङ्धातोः स्थाने शाञ्ज् शाञ्ज् इति द्वौ आदेशः सिद्धौ. एकवारं शाञ्ज् अपरस्मिन् पक्षे शाञ्ज् विशेष हलन्धातवः सक्षिङ् अस्ति. अत्र सक्षिङ् इति आदतकृत्य तदेव शाञ्ज् इति आदेशः इति पाणिना उक्तं. परन्तु भाष्यकारः वदति शाञ्ज् इति तस्य स्थाने शादीर् शादी इति अपि भवति इति. शाञ्ज् इति सूत्रेण दत्तं, परन्तु भाष्यकारेण श्या अपि भवति भवति इति, अतः श्याञ्ज् इति भवति. अनन्तरं हाञ्जः सस्ययो वा वार्तिकेन इति वक्तव्यः इति वार्तिकेन अत्र सकारस्य शा इति सकारस्य यकारः भवति, अतः शा इति अपि भवति. परन्तु शा इति अल्पप्राण ख अल्पप्राण ककारः भवति, चतुर्थं चतुर्थं भवति, अतः शा अपि भवति इति. अतः सूत्रस्य वार्तिकस्य बलेन अपि सूत्रस्य बलेन अपि शाञ्ज् शाञ्ज् द्वयोः अपि भवति इति अत्र सक्षिङ् स्थाने दत्वादेशः शाञ्ज् अपि शाञ्ज् अपि चतुर्थं भवति चेत् शा शाञ्ज् इति. सम्यक् वा? आम् महोदय. प्रथमं तु क्षा इति तु क्षा इति तस्य साक्षात्कं तु क्षा इति धातुः. अनन्तरं शस्य यो वा वक्तव्यः इत्यनेन शकारस्य स्थाने यत्र शकारः तिष्ठति तत्र तु चर्तुं भूत्वा इक्षाञ् भवति. यत्र षत्वस्य स्थाने यकारादेशः भवति शस्य यो वा वक्तव्यः इत्यनेन तदा तु चक्ष्धातोः क्षा आदेशः क्षा आदेशः इति विषये महोदय तत्रैव प्रदर्शितवान्. इक्षा इति स्वीकृत्य प्रथमम् अनन्तरम् इक्षा इति स्वीकृत्य कर्तुं शक्नुमः. अवगच्छामि, अवगच्छामि. पठितं खलु पूर्णतया अत्र किमपि पठितं उदाहरणं सम्यक् अन्यः वसति वा शायद अत्र भवत्याः सरला भगिनि भवति ख्यायोगय ख्या ख्याय चख्याय चाख्याय इति यङ् धातु चाख्यायते. यदि चक्ष इति धातु अस्ति तत्र चक्षिङ् इति मूलधातुः अस्ति, ङकारस्य संज्ञा भवति सो चक्ष इति भवति. धातु एकातु हला चे क्रियासमारेणे यङ् इति आगच्छति. इदानीं ख्यायाच्छस्य शो वा वक्तव्यम् अनेन प्रथमं ख्याद्यामादेश इति चक्षिन् ख्याच् इति आदेशः भवति चक्षिन् स्थाने पूर्णतया. सो ख्या आदेश यदि भवति तु ख्यायोगय भवति. इदानीं प्रथम एकाचो धातु इदानीं ख्याय इति अदन्तधातु अस्ति अजन्तधातु अस्ति अतः प्रथम एकाचो एक द्वितं भवति ख्याख्याय हलादिशेषनेन चाख्याय खाख्याय भवति. तदनन्तरं कुहोचूनने चाख्याय अभ्यासे चर्चनने खकारस्य चत्वं भवति सो चकारस्य चत्वं भवति चख्याय इति भवति. चख्याय यदि इति भवति तदनन्तरं दीर्घोकितनेन चाख्याय इति भवति. सो चाख्याय योगशप् योगते चाख्यायते. इदानीं यदि वार्तिकम् अस्ति ख्याच् शस्य यो वा वक्तव्यं तु विकल्पेन ख्याय इति आदेशस्य प्रति यकारस्य शकार भवति तालव्यशकार सो क्षा इति भवति. यदि क्षा इति आदेशः अस्ति तु चङ् योग यङ् योग क्षा भवति. तत् द्वितं संयोगेन द्वितं भूत्वा क्षा क्षा इति भवति. तदनन्तरं हलादिशेषनने खषाय इति भवति. यदि खषाय इति भवति तदनन्तरं पुनः कुहोचु अनेन अपि अभ्यासे चर्चनेन चख्याय इति भवति. यदि चख्याय भवति दीर्घोकित अनेन चा ख्याय भवति. यदि चाख्याय अस्ति तदनन्तरं खकार शकार मध्ये सन्धिकार्यमस्ति खरि च अनेन खकार च ककार भवति चाख्याशाय इति चाख्याश्याते इति अन्तिमरूपम् आगच्छति. सूत्रमस्ति चक्षिङ् ख्याच् चक्षिङ् ख्याच् आदेशो भवति आर्धधातुके चक्षिङ् षष्ट्यन्तं ख्याच् प्रथमान्तं द्विपदमिदं सूत्रम् आर्धधातुके इत्यस्य अधिकार अनुवृत्तिसहित सूत्रं चक्षिङ् ख्याच् आर्धधातुके. यदि आर्धधातुकं परे अस्ति चक्षिङ् धातु परे सो तस्य स्थाने ख्याच् इति आदेशः आगच्छति. किन्तु वार्तिकम् अस्ति ख्याच् शस्य यो वा वक्तव्यं तत्र खकार यकारस्य स्थाने तालव्यशकार आगच्छति क्षा इति आदेशः भवति वार्तिकेन. सो यत्र यत्र अयं धातु आदेशः विद्यते तत्र भाष्यवाक्यं वार्तिकञ्च विद्यते. नाम सर्वेषु आर्धधातुकप्रत्ययेषु भवति यत् आर्धधातुक प्रत्ययसम्बन्धरूपं सर्वत्र भवति. वयं दृष्टवन्तः यत्र निच् अस्ति तत्र चक्षिङ् वा कीय कर्मणि प्रयोगे कुत्रापि कृतवन्तः. किन्तु आम् किन्तु छाय आदेशः तु अहं प्रथमवारं पश्यामि छायः की पूर्वमहम् एतद् एतं दातुं खाय ख्याश क्षा इति पृष्टवन्तः चिन्तयामि महोदय. एकः प्रश्नः अस्ति चरलपणि, अत्र सकारस्य यकारः भवति अथवा यकारस्य सकारः भवति? अल्ल वाटिकेन ह्याञ्ज् ह्याञ्जव सस्य यो वा वक्तव्यः अत्र यकारस्य इति अस्ति खलु श इति चकारस्य एव यकारः भवति. धन्यवादः. अग्रे पठामि वा? ह्याय् धातुः इति कस्य क्रमः? अधुना अरुणा भगिन्याः क्रमः पठतु भगिनि. छाय् धातु छायः खी इति सूत्रेण छाय् धातोः स्थाने खी आदेशो भवति यङि पदे. उदाहरणमस्ति प्रक्रिया अस्ति चाय् यव हयाङ् प्रथमं कि आदेशो भवति कियङ् किय वित्तं भूत्वा कि किय ककारस्थाने चकारादस्ति कुहोश्चुः इति सूत्रेण खि खीय अतो धातो सूत्र गुण गुणो यङ् लुको इति सूत्रेण गुण भूत्वा चेकीयो भवति चेकीयते. अग्रे अहं पठामि. ज्ञाय् धातुः अत्र छाय् इति धातुः पूर्वं न पठितवती एव. प्रथमवारं पश्यामि. लिङ्गोश इति सूत्रम् इति सूत्रेण याय् धातोः पि आदेशः भवति लिटि यङि च. अतः कृत्वा लिङ्गो प्याय् धातुः अपि पूर्वं न पठितवन्तः. लङि एव लटि लिटि लङि यङि एव सूत्रस्य कार्यं भवति. तर्हि प्याय् योगः यङ् अस्य पि आदेशः भवति इति सूत्रेण. तर्हि पि यङ् इति भूत्वा तदनन्तरं प्रथमसदस्यस्य द्वित्वं तर्हि एकाचूर्णस्य भागस्य द्वित्वं तर्हि पि पि इति भवति. ह्रस्वः इत्यनेन पि पि इति भवति. अनन्तरं गुणो यङ् लिपुः इत्यनेन पे पि भवति पे पि इति रूपं प्राप्नुमः. सरलमयम् मणिमहोदय तदनन्तरं भवत् आमां मणिमहोदय सम्यक्. ब्रज् व्रज् प्रज् ब्रज् इति त्रयः धातवः. एते त्रयः धातवः ग्रही ज्या वै यदि वश्चि वच्छति उच्छति पृच्छति दुप्तच्छति पृच्छति न इति च इत्यनेन सम्प्रसारणानन्तरं सम्प्रसारणस्य अनन्तरं ऋदन् ऋतुपदधातवः न सन्ति चेदपि दीर्घृदुवत् इति वक्तव्यम् इति वार्तिकेन यस्मिन् धातौ कुत्रचित् अपि ऋकारः स्यात् एतादृशस्य ऋतवतः धातोः अभ्यासस्य रीकागमो भवति. ब्रज् ब्रज् ब्रज् इति त्रयः धातवः ग्रहीज्या वै यदि वस्ति उच्यति पृच्छति पृच्छति पृच्छति न इति सूत्रेण सम्प्रसारणं भवति. परन्तु सम्प्रसारणस्य अनन्तरं ऋकारान्त उपतः ऋकारः नास्ति अतः ऋग्ऋतुपदस्य इति सूत्रस्य कार्यं न करोति. ऋग्ऋदव इति वक्तव्यम् इति वार्तिकेन एव अत्र ऋक् भवति इति अभ्यासे भवति इति अत्र दत्तम्. उदाहरणं प्रच् योः यङ् ग्रहि ज्या वय वै व्यधि वश्चि पृच्छति ऋच्छति पृच्छति बृजनीदाम् इति च इति सम्प्रसारणं सम्प्रसारणञ्च इत्यनेन पूर्वरूपादेशः द्वितीयाभ्यासकार्यञ्च पृच्छ्यति कृतवत् इति वक्तव्यम् इति वार्तिकेन अभ्यासस्य रीकाम परिपृच्य इति अन्नधातुः परिपृच्यते. अत्र उदाहरणेन दत्तं पृच् धातुः एतत् सूत्रेण सम्प्रसारणं भवति. अत्र रेपस्य ऋकारः आदेशः ऋकारः प्लस् अकारः सम्प्रसारणञ्च इति सूत्रेण ऋकाराकारयोः पूर्वरूपमेव आदेशः इति. अनन्तरं सन्यङ्गोः इति सूत्रेण द्युतं भवति. इदानीं पृच् यकार जीनमञ्जनं परेण सञ्जनम् इति सूत्रेण भाष्यकारेण च्य इति भवति व्यजनस्य अनन्तरम्. अतः अत्र द्वितं भवति अनेकाच्यस्य. अतः प्रथमसूत्र प्रथम अचुवर्णः एव द्वितं भवति. अतः पृच्छेत् इति रूपं भवति. इदानीं किं आमां समीचीनं पृपृच्य इति रूपं भवति. इदानीं ऋकारस्य गुणः भवति उरत्स नुरन्द्रप्रहति न पर् पृच्य इति रूपं भवति. हलादिशेषः इति सामान्यप्रयास कार्येण प रेपः गच्छति. अतः पृच्य इति स्थितः. अत्र अजाद्य अजन्ताङ्गम् अस्ति अभ्यासे. अतः रीकृतवत् इति वक्तव्यम् इति वार्तिकेन रीकाः आदेशः भवति. अतः रूपं भवति परिपृच्य इति यङन् धातु. अनन्तरम् आत्मनेपदरूपं भवति परिपृच्यते इति. तदेव अत्रापि दत्तं पृच् योः यङ् अनन्तरं व्रच् योः यङ् व्रज् इति. अन्यः वदति वा? एकम् एकम् उदाहरणम् अहम् उक्तवान्. अतः अन्यः पृच्छति स्थाने अन्यः. धन्यवादः महोदय. वश्च धातु अस्ति तत्र अपि धातु एकाचो हलादि परसंहारे अनेन याङ्विधानं भूत्वा इदानीं सम्प्रसारणम् अङ्गकार्यं प्रथमं करणं. सो वकार रकार न सम्प्रसारणम् अनेन केवलं पूर्वस्य न भवति सम्प्रसारणं, रेफस्य एव भवति. अग्रही जा वै व्यति वृषति वृच्छति वृच्छति पृच्छति वृजितानम् इति अनेन इञ्ज्ञान अनेन सूत्रेण रेफस्य रिकारः आगच्छति. सो वृ तदनन्तरं रिकार अपि अकार सम्प्रसारणं च अनेन पूर्वपरयो पूर्वरूपतिष्ठसि. सो इति वृश् वृश्च इति भवति वृश्चयोग च. इदानीं हलादि किमस्ति करेण संयोजनम् इति धातो अजीनं पर अजीनं व्यञ्जनं परेण संयोजनम् अनेन पृच्छति अस्ति. धातो एकाचो प्रथम एकाचो द्वितं भवति संज्ञो अनेन. सो क्षम्यतां वृश्यति वृवृश्च इति भवति. इदानीं वृवृश्च इति यदि भवति तद् सामान्य अभ्यासकारणं करणीयं. सो वृश्य हलादिशेषनिर्मे ववृश्य इति भवति. इदानीं रीकृत्वा इति वक्तव्यम् इति वार्तिकेन यत् अभ्यासः अस्ति तस्य री आगम भवति कारणके वृत् इति ऋकारपूर्वम् अस्ति उपधायां नास्ति किन्तु धातो भागः अस्ति. वरीवृष्य इति भवति. वरीवृष्य योग शप् योगते अतो गुणने वरीवृष्यते इति भवति. भ्रश्च अपि करोमि अहं करोमि अन्यः अग्रे भ्रश्च ग्रहिज्या वये व्यधि वृष्टि विचति पृच्छति पृच्छति पृच्छति नाम किदिति चैतसूत्रेण प्रथमं सम्प्रसारणं भवति. ब्रश्च रेफास्थाने ऋकार आगच्छति. बकार ऋकार आकार अस्ति. सम्प्रसारणाच्च इति सूत्रेण पूर्ववर्ण आदेशः भवति एव अवशिष्यते. ब्रश्च योगः यान् अधुना संज्ञो इत्यनेन द्युत्वं भूत्वा भ्रुभृश्च हलादिशेषः इत्यनेन ऋकारः अपगच्छति. तदनन्तरम् अभ्यासे चर्च इति सूत्रेण महाप्राणस्थाने अल्पप्राणबकार पभृश्च इति अस्ति. अत्र ऋकारः नास्ति परन्तु ऋग्ऋत्वता इति वक्तव्यम् इति वार्तिकेन ऋक् आगमः भवति. वरीवृश्च अत्र केवलं किमत्र सकारोपः भवति भगिनि परिवृच्य अत्र सोः संयोगाद्योरन्ते चेति पुनः वदति सोः संयोगाद्योरन्ते चेत् सामान्यतया संयोगान्तस्य लोपः इत्यनेन अन्तिम किम् अस्ति संयुक्त अक्षरम् अस्ति चेत् अन्तिमस्वरस्य लोपः भवति खलु. स्वरं विना व्यञ्जनद्वयम् अस्ति लोपः इत्यनेन अन्तिमवर्णस्य लोपः भवति. यत्र उपादायां सकारः वा अस्ति ककारस्य ककारस्य एव लोपः भवति न तु अन्तिमवर्णस्य इति कृत्वा उपादायं कुत्र अस्ति भगिनि. यङन्तस्य तु उपदावर्णः यङन्त यङ् इत्यस्य अङ्गं यत् अस्ति तस्य उपदावर्णः. महोदय अत्र सोमचुनाचुः इत्यनेन शकार ताले शकारः अनन्तरं जलं जसि जलां जशोन्ते इत्यनेन भवति खलु तालव्यसकारस्य स्थाने जकारः आदेशः किमपि अन्यत् गतवर्गे अपि भवानेव उक्तवान् महोदय अन्य धातु स्थाने भवान् उक्तवती अहं किमपि अन्यत् चिन्तयन्ती अस्मि. अस्तु लोपः जातः इति मत्वा किमपि उक्तवती. अग्रे पठामि. अनेकाचित् भगिनी एकः प्रश्नः अस्ति मम. यदि कुत्र वयं पश्यामः यदि उजुपदां ऋद्धातु कुत्र अस्ति यथा तरि त्रिम्फ् अस्ति साधु सो त्रिम्फ् तत्र पश्यामः वा यदि त्रित्रिम्फ् अस्ति तत्र पश्यामः ऋतुपद उपधायां कुत्र अस्ति अङ्गं तत्र अङ्गतो गत्वा उपधायां ऋतुपद भवति खलु तत्र तु चिन्ता नास्ति. ऋतुपदस्य अभ्यासकार्यं अनन्तरं द्रष्टव्यम् अपूर्वं द्रष्टव्यम् अभ्यासस्य कार्यस्य अनन्तरमेव द्वित्वस्य कार्यस्य अनन्तरमेव अभ्यासः इति भागः आगच्छति खलु तस्मात् इति भागः एव नास्ति तर्हि तदनन्तरमेव कुर्मः तस्य अनन्तरं सो तस्य अनन्तरं अभ्यस्तस्य इति यदि वयं पश्यामः यथा तर्हि त्रिम्फ् अस्ति तत्र वयम् अभ्यस्त दृष्टवन्तः साधु न अभ्यासस्य एव तत्र अभ्यासस्य अभ्यासस्य तु इति अदन्त अस्ति खादु तृप् अस्ति तत्र तृप् अस्ति न तत्र अभ्यस्त तृप् अस्ति अङ्गं उपधायां तृप् अस्ति यकारपूर्वम् अत्र किम् उक्तवन्तः ऋदुपदधातोः धातुः ऋदुपदः किन्तु अभ्यासस्य आगमः यद्यपि धातोः अन्तिमवर्णं पश्यामः तत् अन्तिम यत् धातोः रूपं दृष्ट्वा किन्तु अभ्यासस्य यत् वर्णम् अस्ति तद् स्वीकृत्य भवति अभ्यासस्य रीकागमः भवति इति उक्तमस्ति खलु आमां मम मनसि क्लेशः अस्ति कुत्र अहं पश्यामि ऋतुपद कुत्र अस्ति अभ्यासस्य पूर्वं पश्यामि वा अभ्यासं कृत्वा तत्र अभ्यासात् अनन्तरमेव अभ्यासस्य ओ कुत्र पश्यामः इति वा अत्र तत्र तु अभ्यासस्य अनन्तरमेव तत्र प्रसक्तिः प्राप्तिः अस्ति खलु तस्मात् पूर्वम् अभ्यासः एव प्राप्तिः एव न भवति तर्हि अभ्यासकार्यं कृत्वा द्वित्वकार्यं कृत्वा तदनन्तरं द्रष्टव्यम् इति मम अवगमनम् अस्तु तत्र तत्र तत्र तत्र वयं पश्यामः इदानीं यथा बृज् अस्ति तत्र कुत्रापि अस्ति अस्तु सर्वम् अभ्यासकार्यमेव सामान्य अभ्यासकार्याणि कार्याणि समाप्य विशिष्ट अभ्यासकार्याणि तत्र पश्यामः इदानीम् उपधाम अस्ति या नास्ति अस्तु अग्रे अनेकाच धातूनां यङन्तधातुशुद्धिः सूचि अत्र मम प्रश्नः अस्ति गच्छामि अनन्तरं सूचि सूत्री मूत्रि इति एभ्यः एव त्रिभ्यः धातुभ्यः यङ् प्रत्ययः विधीयते यङि परे नेरनिधि इत्यनेन एतेषां धातूनां निचः इकारस्य लोपो भवति सूचि यङ् सूच्योगः सूचि इत्यस्मिन् निजन्तं स्वीकृत्य किमर्थं स्वीकृतम् अस्ति इति न अवगच्छामि तदेव मम प्रश्नः यद्यपि सूत्रे वार्तिके तु सूचि सूत्री मूर्ति इति उक्तमस्ति तथापि सूचि इत्यस्य किमर्थं वयं निजन्तसहितरूपं चुरादीयगणीय दातव भगिनी गणभेदः नास्ति खलु अत्र तु आर्धधातुकप्रक्रिया महोदय उक्तवान् चुरादीयगणीय धातुः अस्ति अपि तत्र स्वार्थे सन्ति ते सूचि तथापि यत्किमपि भवतु गणभेदः तु सामान्यतया अस्माकम् आर्धधातुकप्रक्रियायां न प्रदर्श्यते इति कृत्वा मम एवं चिन्तनमस्ति अत्र सूचि इति इक् निर्देशः इति चिन्तयामि इक्ष्टिपो दातुं निर्देशः इति भवति खलु तादृशं यदि सूचि इति लिखति तदि तदानी ये निच् अस्ति ते सर्वदा अनेकाश धातवः सन्ति साधु प्रदर्श्यायां प्रदर्शने इति नो चेत् अनेकाशेव नास्ति सत्यं नो चेत् अस्य सूत्रस्य अस्य वार्तिकस्य एव प्रयोजनमेव नास्ति एकाचेव अस्ति इति कृत्वा प्रयोजनं न भवति अतः दत्तमस्ति इति कृत्वा सूची इति स्वीकृत्य एव दत्तमस्ति इति अवगन्तव्यं किमर्थं निजन्तरूपं स्वीकृतम् अस्ति इति न जाने स्वार्थे अस्ति अपि चुरादिगणे धातवः सन्ति ते प्रेरणार्थे एव पुनः पुनः प्रेरयति सूचयति इत्यस्मिन् अर्थे इति चिन्तयामि भगिनि तदपि रेणनीति कार्यं कृत्वा अति सूचि एव भवति न तदानीमपि स्वार्थे न भवति स्वार्थे तु अत्र तु अस्माकं किं चिन्तनमस्ति आर्धधातुकप्रक्रियायां वयं गण हेतुमपि आगच्छति तत्र साधु तदानीम् तदा प्रेरणार्थे यथा निच् विद्यते तदा तु पुनः पुनः सूचयति इत्युक्ते पुनः पुनः प्रेरयति इति अर्थे प्रेरणाकार्यं सूचनं करोति इति अर्थे समीचीनम् अस्ति तर्हि यङ् प्रत्ययः भवति तर्हि अधुना तु नेरनिटि इत्यनेन अत्र इकारस्य लोपः भवति णिच् इत्यस्य सूत्रं वदति यस्य आर्धधातुकप्रत्ययस्य इदागमो नास्ति तस्मात् पूर्वं णि प्रत्ययस्य लोपः भवति इति णेः लोपः अणिति आर्धधातुके इति कृत्वा यङ् प्रत्ययः अनिट् अस्ति इति कृत्वा अनिट् प्रत्ययः अस्ति इति कृत्वा णि इत्यस्य लोपः भवति तर्हि सूच्योगः य अधुना तु एकाच् भागः तु एकमेव अस्ति इति कृत्वा सुच् सुच् इति भवति, हलादिशेषः इत्यनेन सुसूच् इति भवति, ह्रस्वः इत्यनेन सुसूच् इति भवति, तर्हि अनन्तरं गुणो यङ्गुकोः इत्यनेन सोसूच्यते इति रूपं प्राप्नुमः. अन्यः कर्तुम् इच्छति वा? महोदय कियत् पर्यन्तं कृतवान् भगिनि? वयं उन्नति पर्यन्तं रिकार इति न पठितवन्तः. अस्तु, शीघ्रं कुर्मः वयम्. अस्तु, आमाम् सूत्रीयतस्ति. मणिमहोदय सर्, मम मनसि मणिमहोदय. अस्तु, सूत्री यः यङ् अत्र अपि नेर्निटि इत्यनेन इकारः लोपो भवति. सोसूत्र इति धातु न उदानीं यः यङ् सुसूत्र इति रूपं भवति द्वितीयस्य अनन्तरं अतः सकारः शू इति सामान्य अभ्यासकारणं करणीयं न सूत्र हस्व इति भवति, तदनन्तरं गुणोयङ्गुकोण यदि सुसूत्र अस्ति सामान्य अभ्यासकारं हस्व इति भवति प्रथमं. ह्रस्वः इत्यनेन सु एव दीर्घस्य स्थाने ह्रस्वः भवति, सुसूत्र इति रूपम्. अनन्तरं गुणो यङ्गुकोः इत्यनेन विशिष्ट अभ्यासकारेण उकारस्य ओकारः भवति, सोसूत्र सूत्रीय इति रूपम्. अनन्तरं आग्नेयपदरूपं भवति, अतः सोसूत्रीयते इति अतः गुणे इत्यनेन अपि कार्यं कृत्वा सोसूत्रीयते इति रूपं भवति. मूत्री अन्यः भवति वा? भवान् करोतु तदनन्तरम्. अस्तु, मूत्री योः यम् अत्रापि द्वितं भवति, अजिनव्यञ्जनपरेण संयोजनम् इत्यनेन अत्र पूर्व अच्वर्णः एव द्वितं भवति. भू पू भूत मू मूथर् य इति. अनन्तरं ह्रस्वः सामान्य अभ्यासकार्यं दीर्घस्य स्थाने उकारः भवति, मू मूद्र मुद्रिय इति. इदानीं गुणो यङ्गुकोः इति सूत्रेण उकारस्य ओकारः भवति, मो मूत्रिय इति. अनन्तरम् आत्मनिपितृरूपं मो मूत्रीते इति. सूत्रं वदति सूचि सूत्री मूत्री अटति अर्थ्य सूनोति नाम्यं वक्तव्यम् इति वार्तिकेन क्रियासमभ्यकारार्थे सूचि सूत्री मूत्री इत्येभ्यः त्रिभ्यः अनेकाचि धातुभ्यः अनन्तरं च अट् ऋ अस् ऊर्णु इति चतुर्भ्यः अजाद्विधातुभ्यः यङ् प्रत्यये भवति इति. धन्यवादः. अजादिधातूनां भगिनि नेरनिटि यस्य ओके अजादिधातूनां यङ्गतधातुविन् सिद्धिः अजादेः कारणेन धातोरेकाचो हलादेः क्रियासमविहारे यङ् इत्यनेन यङ् विधानं न भवति स्म कुत्रापि, परन्तु सूचि सूत्री मूत्री अटति अटति अटति रु अश् अर्ति इति भवति अर्ति अर्ति अश् अश् वूर्ण पूर्णोतीनां यङ् वक्तव्यम् इति पाठकेन क्रियासमभिहारार्थे चतुर्भ्यः अजादिधातुभ्यः यङ् प्रति विधीयते अजादिधातुभ्यः यङ् प्रति विधीयते अट् रु अश् ऊर्ण् एतान् अतिरिच्य अजादिधातूनां यङ्गन्तरूपं न भवति. वयं जानीमः अजादेः कारणेन धातोः एका च अस्ति एव यङ् विधीयते, परन्तु अत्र एकवार्तकमस्ति सूचिसूत्री मूत्री अट् अर्ति अश् पूर्णोतीनां यङ् वक्तव्यम् इति सूत्रवार्तिकेन रु अट् धातु रु धातु अष् धातु ऊर्ध् धातु यङ् प्रत्ये विधीयते अन्यत्र न भवति. अत्र यङ् अश अत्र अजादि धातु अस्ति खलु द्वितीय द्वित्वं भवति अश अश कलाविशेषः इति यकारलोपो भवति अशस्य दीर्घोकितिः इति सूत्रेण दीर्घं भूत्वा अशस्य स्थे पत्ते लट्लकारे असाश्यते इति रूपं निष्पन्नं भवति. तदेव अट् अपि अत्येव यान् अजादिप्रत्यय अजादिधातुः अस्ति तथा द्वितीय अत्र व्यक्तं भवति हलादिशेषः इत्येन यकारलोपः भवति दीर्घोकितः इति सूत्रेण अताच्य अताच्यते इति लट्लकारोपि वदामि भगिनि वा अन्यः भगिनि अत्र अजादि धातुः अस्ति तत्र अभ्यासः भवति यथा अश अस्य असि अभ्यासः भवति श एण्ड् अभ्यासः भवति शस्य वा अशस्य अभ्यस्तं भवति इति भवति अभ्यास शस्य इति भवति अभ्यस्त अत्र अजादेः अजादेः द्वितीयस्य इति सूत्रेण कार्यं करोति तु अजादि इति न विदितव्यं साधु अट्ट विधानं अस्तु अग्रे योगः यङ् अकृत् सार्वधातुकयोर्दीर्घः इत्यनेन ऊर्णु भवति. अकृत् सार्वधातुकयोर्दीर्घः किं वदति, कृत् अपि नास्ति सार्वधातुकप्रत्ययः अपि नास्ति चेत् किम् अस्ति इगन्तानां दीर्घः आदेशः भवति खलु, इगन्तानां दीर्घादेशः भवति इति कृत्वा उकारस्य दीर्घादेशः ऊर्णु योगः यङ् तदनन्तरं द्वित्वं भवति. यङ् किमर्थम् इत्युक्ते यङ् प्रत्यय विद्यायककार्यं प्रथममेव भवति, अत्र तु यङ् मिलित्वा एव तस्यैव द्वित्वं भवति इति कृत्वा प्रथमं यङ् विधान किमपि अङ्गकार्यं प्रथमं भवति. तर्हि ऊर्णु यङ् इत्यस्य द्वित्वं भवति, अधुना अजादिः अस्ति इति कृत्वा द्वितीयभागस्य भवति. प्रथमभागः अस्ति किम् अस्ति ऊ इति प्रथमभागः, अनन्तरम् इर्णुयङ् इर्णूय इति द्वितीयभागः. तर्हि इर्णूय इत्यस्य द्वित्वं भवति. तथा किमर्थं कृतवन्तः इत्युक्ते अत्र इर्णूय इति द्वितीयभागः इत्युक्ते अधीनं व्यञ्जनं परिणसंयोजनम् इति वार्तिकेन अधीनं नास्ति इदानीं भगिनि ऊकार अस्ति य अपि अकार अस्ति परे अजीनं नास्ति अत्र न भगिनि अजीनम् इर् इति अजीनं व्यञ्जनमस्ति खलु अपगच्छति न अपगच्छति न निद्रा इति रेफस्य न भवति न. इदानीम् अजीर्णं कुत्र अस्ति भगिनि? नास्ति अजीर्णं न भगिनि. प्रथमं एकाश् भागः किम् इति प्रथमं निर्णयं कुर्मः, तदनन्तरं एकाश् भागः उ भवति साधु. प्रथम एकाच् प्रथम एकाच् तर्हि द्वितीय एकाच् भागः भवति इरुणूय इति तदेव वदनभागः उ इति द्वितीय एकाच् भागः इरुणूय इति द्वितीय एकाच् भागपति ऋणु केवलं ऋणु तर्हि इरुणु इत्यस्य द्वित्वं भवति. तदा तु उ इरुणु इरुणु य इति भवति स्म, किन्तु अत्र तु नान्द्रासंयोगादयः इत्यनेन रेफस्य द्वित्वं न भवति. तर्हि उ इरुणु नु इत्येव भवति. तदा तु यदा रेफस्य द्वित्वं न भवति तदा नत्वमपि किम् अस्ति अकृतव्यूहाः पाणिनीयः इत्यनेन नत्वस्य नकारः भवति. तर्हि ऊर्णु नु अनन्तरं य इति भवति. तर्हि अधुना कथम् अकृतव्यूह पाणिनां रेफस् नत्वस्य प्रसक्ति नास्ति, नकार अस्ति रेफस्य अनन्तरं नकार बाध्यं भवति. न अट्कुप्वाङ्यामपि तत्र नकारस्य बाधित्वा रेफस्य कारणेन खलु रेफ अस्ति तदनन्तरं नकार अस्ति अपि अपायः इत्यनेन तत्तु वार्तिकं नास्ति इति कृत्वा अकृतव्यूहाः पाणिनीयः इति वदामः. यद् कर्तव्यं नास्ति तद् न कुर्मः इति. यत्र रेपः अपगच्छति तदा तु णत्वमपि अपगच्छति, केवलं नकारः तिष्ठति. रेफ तु न अपगच्छति न, तिष्ठति रेफ. यत् इर्णु इति भवति खलु तस्य नकारस्य उ इर्णु पुनः नु इर् नु इति अस्ति खलु, तत्र तु केवलं नकारः अस्ति, तत्र तु णु इति नास्ति. तस्मिन् विषये वदन्ति अस्ति. परिभाषा किम् अस्ति? निमित्तपाये नैमित्तिकस्य अपि उपायः, निमित्तस्य अपायः जातः. यत्र द्वितीय यत्र द्वित्वं जातं तत्र नु इति द्वित्वं जातं खलु, जातं तर्हि द्वितीय नु इत्यस्य तु इर् नास्ति खलु नान्द्रासनास्ति इति कृत्वा निमित्त अपायं निमित्तम् अपायं जातं रेफस्य अपायं जातम् इति कृत्वा नै कस्य अपि अपायः जातः. तर्हि नत्वं न सञ्जातम् इति स्वीकुर्मः. तदा तु नु इति एव शिष्यते खलु. तत्रस्तु निमित्तपाये नैमित्तिकस्य अपि अपायः इति वार्तिकमपि नास्ति, सूत्रमपि नास्ति इति कृत्वा अकृतव्यूहः पाणिनीयः इति वयं स्वीकृतः. तर्हि तेन केवलं नु अस्तु महोदय. भवान् यत् उक्तव्य अन्यत्र सम्यक् अस्ति, परन्तु अत्र नान्द्रसंयोगादिसूत्रं किं करोति अत्र? अतः नु तिष्ठति एव, रेपस्य रेपा न भवति, नु एव तिष्ठति. अतः अत्र न गच्छति न इति अहं चिन्तयामि. यद्यपि अमूलौ तु अत्र तु इरुणु इति पश्यामः, तस्य द्वितीयम् इति स्वीकृत्य पश्यामः, तथापि नत्वं न भवति. तदेव सूत्रमपि वदति अकृतव्यूहः पाणिनीयः न शिष्यमाने निमित्ते सति वयं तद् कार्यं न कुर्मः इति, तर्हि नत्वमेव न कुर्मः इति. द्वितीयं न महोदय, तस्य नत्वं न भवति इति. केवलं नकारः नू इति दन्त्यनकारः. महोदय तर्हि तदनन्तरं तस्य इरुणु इत्यस्य अभ्यास यत्र तु णु इत्यस्य अभ्याससंज्ञा इति महोदय उक्तवान्, यस्य द्वित्वं सञ्जातम् इति कृत्वा अत्र तु हलादिशेषः इत्यस्य किमपि कार्यं नास्ति इति कृत्वा अत्र तु किमपि हलादिशेषः इत्यस्य किमपि नास्ति, केवलं नु इत्यस्य एव द्युतं सञ्जातं. तर्हि केवलं यङ्लुकोः गुणो यङ्लुकोः इत्यनेन ऊर् नो भवति. यत्र नु इति एव अभ्यासः अस्ति इति कृत्वा अभ्यासस्य गुणः भूत्वा ऊर्णो भवति. तर्हि ऊर्णो नूयते इति रूपं प्राप्नुमः. तावत्पर्यन्तं कृतवन्तः. पुनः महोदय उक्तवान् अग्रिमे सप्ताहे कुर्मः. तर्हि महोदयं पृच्छति वा भगिनि अग्रिमसप्ताहे मध्ये यदि भवति भविष्यति ज्ञापकं साधु साधु. धन्यवादः. शुभरात्रि. धन्यवादः सर्वेषां. शुभविरामः. शुभविरामः. शुभदिनं च. शुभरात्रि. अस्तु.